अधुना भागवतमाहात्म्ये प्रथमोऽध्यायः श्रीगणेशाय नमः। ॐ नमो भगवते वासुदेवाय सच्चिदानन्दरूपाय विश्वोत्पत्यादिहेतवे तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः। नु इति धातुः स्तुतौ भवति।